नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यङ् लुगन्तदातवः इति पाठः, तत्र वयं यङ् लुगन्तदातूनां किञ्चित् परिचयं प्राप्तवन्तः। तत्र आर्धधातुकप्रक्रिया आश्रियते यङ् लुगन्तदातवः इति, तत्र अनीडादिषु अन्यतमा यङ् लुक् इत्युक्ते तत्र वलादिः नास्ति, प्रत्ययङ् प्रत्ययः यः विधीयते धातुभ्यः सः वलादिः नास्ति। तद् अनन्तरं यङ् प्रत्ययस्य लुक् अपि भवति, अतः इडागमस्य चिन्तनमेव तत्र नास्ति इति दृष्टवन्तः। यङ् प्रत्ययः केभ्यः धातुभ्यः विधीयते, केषु अर्थेषु इति अपि तत्र आसीत्। तत्र प्रमुखसूत्रमस्ति धातुरेकाचो हलादेः क्रियासमाभिहारे यङ् इति सूत्रं। तत्र अर्थः अस्ति वारं वारम् अथवा अतिशयार्थे। हलादि एकाच् धातुभ्यः एव यङ् प्रत्ययः विधीयते, सामान्यतया वारं वारम् अतिशयार्थे इति अर्थद्वये। अनन्तरं हलादि एकाच् धातुभ्यः इति तत्र निमित्तद्वयमपि अपेक्षितम्। एकाच् हलादिधातुः अस्ति चेदेव तत्र यङ् प्रत्ययः विधीयते। धातुरेकाचो हलादेः क्रियासमभिहारे यङ् इति मुख्यसूत्रमस्ति, अनेन यङ् प्रत्ययः विधीयते। अनन्तरं तत्र केचन अपवादाः सन्ति इत्यपि दृष्टवन्तः। तत्र क्रियासमभिहारार्थे अस्ति एकं वार्तिकं दृष्टवन्तः, अनेन सूची सूत्री मूत्री इति त्रिभ्यः अनेकाच् धातुः अस्ति, तथा अनन्तरम् अट् ऋ अश् ऊर्नु चतुर्भ्यः अजादिधातुभ्यः अपि यङ् प्रत्ययः विधीयते। अतः सामान्यतया एकाच् हलादिः एव यङ् प्रत्ययः विधीयते। अत्र अर्थः तु अतिशयार्थे, परन्तु अजादिधातुभ्यः केचन अदादिधातुभ्यः परिगणित अजादिधातुभ्यः अनन्तरम् अनेकाच् धातुभ्यः सूची सूत्री मूत्री इत्येतेभ्यः अपि यङ् विधीयते इति दृष्टवन्तः। यदा अर्थेषु इदानीं तत्र तु हलादिः अजादिः इति दृष्टवन्तः। द्वितीयम् आसीत् यत्र कौटिल्यगतौ नित्यं कौटिल्यगतौ अर्थविषये, इदानीं क्रियासमाभिहारार्थे नास्ति इत्युक्ते पुनः पुनः अथवा पौनःपुन्यम् अथवा अतिशयार्थे नास्ति, परन्तु गत्यर्थकधातुः तदपि कुटिलगमनं यदा अस्ति चेत् तेषां धातूनाम् अपि यङ् भवति, यङ् प्रत्ययः भवति, परन्तु अर्थः क्रियासमभिहारार्थे नास्ति। यदा गत्यर्थकधातुः अस्ति, क्रियासमभिहारः अर्थः अस्ति, तदा एकाच् हलादिः भवतु। यदा अर्थः क्रियासमभिहारार्थं नास्ति परन्तु कौटिल्य अर्थः अस्ति, कुटिलगमनम् अस्ति चेत् तत्र नित्यं कौटिल्यगतौ इत्यनेन यङ् विधीयते। अनन्तरं तत्र केचन परिगणितदातवः लुप् सद चर जप जभ दह दश घृ, तेषां धातुभ्यः अपि यङ् विधीयते, परन्तु तत्र क्रियायाः भावगर्हार्थे एव, निन्दार्थे एव, असमीचीनार्थे एव तत्र यङ् विधीयते इति तत्र अर्थविषये। अनन्तरं केचन अपवाद, यदा अजादिः अस्ति चेदपि अनेकाच् अस्ति चेदपि इति केचन अपवादाः अपि दृष्टवन्तः। अनन्तरं यङ् इत्यस्य धातुसंज्ञा कदा भवति इत्यपि किञ्चित् पृष्टवन्तः। यङ् इत्यस्य तु यङ् विधीयते धातुभ्यः, तदा धातुसंज्ञा भवति। अनन्तरं यङ् इत्यस्य लुक् भवति, प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन इदानीमपि धातुसंज्ञा तिष्ठति। तत्र सनाद्यन्ता धातवः इत्यनेन तत्र किं भवति इत्युक्ते गुप्तिज्भ्यः सन् इत्यनेन सन् इति विधीयते। तत्र द्वादशे प्रत्ययेषु अन्यतमः इति कृत्वा तत्र यङ् इत्यस्य सनाद्यन्तादातवः इदानीं तस्य धातुसंज्ञा अपि विधीयते, नूतनधातु इति कृत्वा धातुसंज्ञा विधीयते इति दृष्टवन्तः। यङ् लुक् विधानम् इति अस्मात् पठामः, तद् पठितवन्तः पुनः, परन्तु पुनः पठामः। अधुना भगिनी भवती एव पठति वा प्रथमं यङ् लुक् विधानम्? श्रूयते वा भगिनि? आं श्रूयते. अहं म्यूट् मध्ये भवामि, भवती पठतु. यङ्ग् अचिच्छा द्वितीय अध्याये चतुर्थपादे चतुष्तमं सूत्रं यङ्ग् लुक् भवति अच् प्रत्यये परे. च शब्देन अच् प्रत्ययं विना अपि यङ्ग् लुक् भवति. यङ्ग् बहुलम् इति शब्देन यङ्ग् लुक् वैकल्पिकं. यङ् षष्ट्यन्तम् अचि सप्तम्यन्तं च सप्तम्यन्तं च अव्ययपदं त्रिपद त्रिपदम् इदं सूत्रं नक्षत्रियाशन्तो लुङ्गि लुगुणिङ्गोः इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः बहुलं छन्दसि इत्यस्मात् बहुलम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं यङ् लुक् अचि च बहुलम्. ओके, यङ् लुक् विधानात् प्रक्रियायां पदं सूत्रमस्ति यङ्गो अचि च इति सूत्रम्. अत्र यङ् लुक् भवति अच् प्रत्यये परे. च सूचयति अच् प्रत्यये नास्ति अपि भवितुं शक्यते. बहुलम् इति कृतेन वैकल्पिकम् इति उक्तमस्ति. अनुवृत्तिसूत्रं यङ् यङ्गः लुक् अचि निमित्तमिस्त अचि आदेशः लुक् यङ् लुक् च बहुलमतेन विकल्पेन भवति. सम्यक्, तदेव यङ् लुक् यङ्गोचि इति सूत्रेण यङ् लुक् भवति. अच् प्रत्ययः अस्ति चेदपि भवति, नास्ति चेदपि भवति. तत्र वैकल्पिकम् अस्ति सूत्रम् इत्युक्ते लुक् इति वैकल्पिकम् अस्ति इति. तत्र अग्रे अपि पठतु भगिनि सिद्धान्तकौमुद्यां. सिद्धान्तकौमुद्यां यङ्गो अच् प्रत्यये लुक् स्यात् चकारात्ते विनापि बहुलं लुक् स्यात्. अनैमित्तिकः अयम् अन्तरङ्गत्वात् आदौ भवति. ततः प्रत्ययलक्षणेन यङ्गन्तत्वात् द्वित्वम् अभ्यासकार्यं धातुत्वात् लङ्गादयः च शब्देन अच् प्रत्ययं विना अपि यङ् लुक् भवति. अनेन प्रश्नः अहं वदामि सिद्धान्तकौमुद्य अपि यङ्गोः अच् प्रत्यये लुक् सा तदेव, परन्तु भिन्नरूपेण दत्तमत्र यङ्गः अच् प्रत्यये लुक् स्यात् च चकारात् विना निमित्तं अकारः नास्ति अपि भवितुम् अर्हति विकल्पेन. अनैमित्तिक यः अयम् अन्तरङ्गत्वात् आदौ प्रथममेव लुक् भवति. प्रत्ययलक्षणेन यङ्गत्वात् द्वित्वं भवति, अभ्यासकार्यमपि भवति, धातुत्वात् लङ् आदयः श शब्दे अच् प्रत्यय विनापि वदन्तं जानीमः. अत्र प्रश्न उदेति यत् अचि अच् प्रत्यये परे इति दलस्य किं प्रयोजनम्? अच् प्रत्ययस्य अस्मिन् सूत्रे निवेशः निरर्थकं वा? अच् प्रत्यये परे यङ् लुक् नित्यम्, अन्यत्र वैकल्पिकम् इति कोऽपि तादृशकारणस्य ऊहां कुर्यात्, किन्तु तत्तु दोषाय यतोहि अच् प्रत्ययपरे अपि यङ् वैकल्पिकम्, अतः नित्यत्वम् अस्य निवेशस्य कारणं न, अपि तु अस्य अच् प्रत्ययस्य निवेशस्य फलं न धातुलोप आर्धदातुके इति सूत्रे. ओके, सम्यक् न अवगतं. प्रश्न उदेति सिद्ध पाणिनिमहर्षेण यङ्ग् लुक् भवति अच् प्रत्यये परे च तत् अच् प्रत्यये नास्ति अपि भवितुम् अर्हति विकल्पेन. सिद्धान्तकौमुद्यां यङ् यङ्गः अच् प्रत्यये लुक् स्यात् चकारार्थं विना अपि बहुलं लुक् स्यात् अत्र प्रश्नः उदेति किमर्थम् अचि इति पदम् इत्युक्ते किं प्रयोजनम्? अस्कृति अस्मिन् सूत्रे निवेशः निश्याखा वा अचुप्रत्यय किमर्थम् अत्र दत्तं? वयं निरर्थकमस्ति वा सूत्रेण इति प्रश्नः उदेति. अच्प्रत्ययपरे यङ् लुक् नित्यम् अन्यत्र वैकल्पिकम् इति कोऽपि अच्प्रत्ययपरे यङ् लुक् नित्यम् अन्यत्र वैकल्पिकम् इति कोऽपि न चिन्तयन्ति. किन्तु तत्तु दोषाय यतोहि अच्प्रत्ययपरे अपि यङ् वैकल्पिकं यङ् लुक् सूत्रेण यङ् यङ्गो अचीतसूत्रेण लोपः नित्यं नास्ति इत्येव सूचनार्थं छ अस्य प्रयोजनं सूत्रे अस्ति. अतः नित्यत्वम् अस्य निवेशस्य कारणं न. तदेव भगिनि. आम् सत्यम्. ततः तत्र यदा अच् प्रत्ययः परः अस्ति चेत् अच् एव निमित्तं समीचीनं. तदा यदा अच् निमित्तम् अस्ति चेत् यङ् लुक् भवति. परन्तु यदा अच् निमित्तं नास्ति, यदा अच् नास्ति चेदपि यङ् लुक् भवति, तदा किमर्थं वयम् अच् इति सूत्रे योजयामः? अच् नास्ति अनैमित्तिकम्, अच् नास्ति चेदपि यङ् लुक् भवति एव किल, तदा किमर्थम् अच् इति सूत्रे किमर्थम् अच् इति उक्तम् इति प्रश्नः. इदानीं तत्र किं वदति इत्युक्ते, यद्यपि तद् अनैमित्तिकम् अस्ति, तदापि तत्र अच् प्रत्ययः किमर्थम् उक्तम् इत्युक्ते, अग्रिमसूत्रं न धातुलोप आर्धधातुके इति सूत्रे तस्य फलमस्ति. यदा किमर्थं तत्र अच् इति उक्तं, तत्र वयं एतादृशं न चिन्तयामः. तद् यदा अच् अस्ति चेद् तत्र नित्यं लुक् भवति, अन्यत्र वैकल्पिकम् इति तादृशं नास्ति. अच् प्रत्ययः अस्ति चेदपि वैकल्पिकम्, अच् प्रत्ययः नास्ति चेदपि वैकल्पिकम्. तत्र प्रक्रियायां किञ्चित् भेदः भवति. अनैमित्तिकत्वात् अन्तरङ्गम् आदौ, अन्तरङ्गत्वात् आदौ, यदा अनैमित्तिकम् अस्ति इत्युक्ते अच् प्रत्ययः नास्ति, निमित्तमेव नास्ति चेदपि यदा यङ् लुक् भवति तत्र द्वित्वम् आदौ भवति. इत्युक्ते किं, यदा अच् प्रत्ययः अस्ति चेत् द्वित्वम् आदौ न भवति, अन्यकार्याणि आदौ भवति. तदेव अस्ति अग्रे. तदेव किमर्थं तत्र अचि इति निवेशनं सूत्रे, दळसार्थक्यम् इति वदामः किल, किमर्थम् अचि इति तत्र सूत्रे निवेशनं कृतम् इति इत्युक्ते, तत्र न धातुलोप अर्धधातुके इति यद् सूत्रम् अग्रे दत्तम् अस्ति, तत्र अच् प्रत्ययस्य निवेशस्य फलमस्ति. तत्र एव वयं पश्यामः किमर्थम् अच् इति सूत्रे उक्तम् इति उक्तम् अस्ति. अवगतं? मम सन्देहं भवति. सिद्धान्तकौमुदी अपि यङ्गौ अच् प्रत्यये लुक् स्यात् सकारार्थं विना अपि बहुलं लुक् स्यात्, तदेव अपि पाणिनिसूत्रम् उक्तमस्ति न भगिनि? सत्यं सत्यं, तस्य एव वृत्तिः अस्ति. आं, तस्यैव सः वदति सिद्धान्तकौमुद्यां किम् उक्तम् इत्युक्ते, यङ्गौ अचि प्रत्यये लुक् स्यात्, अवश्यं तस्य लुक् यङ् यङ्गो अचि इति प्रत्यये लुक् स्यात्, यङ् इत्यस्य लुक् स्यात् चकारार्थं विना अपि, यदा चकारः नास्ति चेदपि तद् भवति, बहुलं लुक् स्यात् विकल्पेन लुक् भवति. अच् प्रत्ययः अस्ति चेद् वा नास्ति चेद् वा विकल्पेन यङ् इत्यस्य लुक् भवति. तदा एव प्रश्नः आगच्छति. लुक्तो भवति एव, किमर्थं तत्र अचि इति उक्तम् इति. अनैमित्तिकत्वात् यदा अनैमित्तिकमस्ति, यदा अच् प्रत्ययः इति परः नास्ति चेत् तत्र द्वित्वम् आदिक द्वित्वादौ आदौ भवति, द्वित्वम् आदौ भवति, आदौ भवति. सत्यम्. इतोपि तस्य फलं किम् इति न धातु लोप आर्धधातुके इति इत्यत्र तदेव अग्रे पश्यामः. धन्यवादः भगिनी. विजया भगिनी पठति वा न धातु लोप आर्धधातुके इति? आं महोदय, नमस्कारः महोदय. अत्र न धातु लोप आर्धधातुके इति धातु अंश लोपनिमित्ते आर्धधातुके परे इको गुणवृद्धिः नास्तः. धातोः कस्यचित् अंशस्य कस्मिंश्चित् कस्मिंश्चित् आर्धधातुकप्रत्ययस्य विषये लोपो भवति चेत् तस्य धातोः इकवर्णस्य तस्मिन् आर्धधातुकप्रत्ययस्य विषये गुणवृद्धिः न भवतः. धातुलोपशब्दे धातु इति भागेन धातु अंशस्य ग्रहणम्, अतः धातुलोपः इत्युक्ते धातु अंशलोपः. धातुलोपयति इति धातुलोपः. तस्मिन् धातुलोपे न अव्यय धातुलोपे सप्तम्यन्तम् आर्धधातुके सप्तम्यन्तम् इको गुणवृद्धिः इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धातुलोपे आर्धधातुके इकः गुणवृद्धिः न. सार्वधातुक आर्धधातुकयोः इत्यनेन एव अत्र गुणः भवति इति वयं जानीमः. इदानीं न धातुलोप आर्धधातुके इति सूत्रेण धातु अंश लोपनिमित्ते आर्धधातुके परे धातु अंश अत्र निमित्तं किमस्ति चेत् आर्धधातुके परे धातुः इको गुणवृद्धिः नास्तः इति वयं जानीमः एव. परन्तु अत्र धातोः कस्यचित् अंशस्य कस्मिंश्चित् आर्धधातुकप्रत्ययस्य विषये लोपः भवति चेत् अत्र धातु अंशस्य किञ्चित् कार्यं भवति, अनन्तरं लोपः भवति चेत् तस्य धातोः इक् वर्णस्य तत्र इक् वर्णः ह्रस्वः वा दीर्घः वा तत्र इक् वर्णस्य गुणः अपि न भवति, वृद्धिः अपि न भवति. एतत् एव महोदय, अत्र इको गुणवृद्धिः इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः, अत्र अनुवृत्तिसहितसूत्रं धातुलोपे आर्धधातुके इकगुणवृद्धिः न भवति इति. तावदेव महोदय, अत्र सम्यक्. तत्र अष्टाध्यायी डाट् काम् उद्घाटयितुं शक्यते चेत् 1.4 प्रथमाध्याय प्रथमपादस्य आर्धधातुके इति अस्ति. तस्मात् पठति वा एकवारं, यः आर्धधातुकप्रत्ययः धातोः कस्यचन अंशस्य लोपं करोति सः आर्धधातुकप्रत्ययः अवशिष्टस्य अंशस्य इक् वर्णस्य गुणं वृद्धिः वा न करोति. अत्र धातोः विहितः कश्चित् आर्धधातुकप्रत्ययः यदि तस्य धातोः कस्यचन अंशस्य कस्मिन् स्थाने लोपः निमित्तं भवति तर्हि तादृशलोपे कृते अवशिष्टस्य अंशस्य यः इक् वर्णः भवति चेत् अपि अत्र गुणस्य वा वृद्धेः वा अत्र आर्धधातुकस्य प्रत्ययस्य न भवति इति तत्र दत्तम् इति अस्य सूत्रस्य आशयः. अस्य सूत्रस्य प्रयोगः यङ् लुगन्तप्रक्रियायाम् एव दृश्यते. द्वे उदाहरणे एतादृशे प्रथमबिन्दुः लुञ् लुञ् धातोः यङ् लुगन्तप्रक्रियायाम् अस्य सूत्रस्य गुणे निषेधार्थं प्रयोगः भवति. लूञ् छेदने इति अर्थे आगच्छति. अस्मात् धातोः पुनः पुनः लूणाति अस्मिन् अर्थे यङ् इत्युक्ते वारं वारम् इति अर्थे एव आगच्छति. अत्र पौनःपुन्यः नातु पुनः पुनः लूनाति अस्मिन् अर्थे धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् प्रत्ययः भवति. अस्य प्रयोगेन लोलूय इति अत्र द्विवारं लकारः लूञ्ज् इति धातोः लोलूय इति आतिदेशिकः धातुः. यङ् एतत् द्वादश सन्नन्तदातवः द्वादश अस्ति. अत्र यङ् अपि एकमस्ति, अतः आतिदेशिकधातुः इति सिद्ध्यति. अस्मात् धातोः नन्दि ग्रही पचादिभ्यो ल्यूनिन्यचः इत्यनेन कर्तृत्वे यदा अच् प्रत्ययः विधीयते तदा प्रक्रियायाम् अच् प्रत्ययस्य निमित्तरूपेण स्वीकृत्य लोलूय इति यकारः आगत्य लोलूय इति धातोः या इत्यस्य लोपः भवति. एतादृशे लोपे कृते अवशिष्टम् अंशं विद्यमानस्य लकार उत्तरस्य उकारस्य सार्वधातुक आर्धधातुकयोः इत्यनेन प्राप्तः गुणः प्रकृतसूत्रेण निषिध्यते. किं सूत्रेण? अत्र धातोः न धातुलोप आर्धधातुके इति सूत्रेण अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन प्रसक्तिः अस्ति, गुणस्य प्रसक्तिः अस्ति, परन्तु न धातुलोप आर्धधातुके इत्यनेन अत्र निषिद्धः भवति. प्रक्रिया एतादृशी अधः भवति महोदय. तदपि पठति. पुनः पुनः लूनाति सः. लूनाति इति किमर्थं चेत् छेदने अत्र भग्नम् अभवत् मध्ये मध्ये. लूञ्ज् इति छेदने क्रियादिगणे अस्ति. लू योगः यङ् अत्र यङ् भवति, अनन्तरम् अच् अपि. धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन प्रथमं लू योगः यङ् भवति, अनन्तरं सनादन्त्यधातवः इति धातुसंज्ञा भवति. ततः कर्तृते नन्दि ग्रही पचादिभ्यो ल्यू निन् यचः इत्यनेन अच् प्रत्ययः अपि भवति. आहत्य लू योगः यङ् योगः अच्. इदानीम् अत्र एतत्तु संज्ञङ्गो द्वित्वकार्यम् अस्ति अत्र, अतः लूय लूय योगः अ एव भवति. चकारस्य हलन्त्यं तस्य लोपः इत्यनेन न भगच्छति. अत्र यङ् इत्यस्य इङ् एतदपि अनुबन्धलोपानन्तरं यकारः एव तिष्ठति. लूय लूय इति भवति. संज्ञङ्गो इति संज्ञङ्गोः इत्यनेन यङन्तस्य प्रथम एकाच् अवयवस्य द्वित्वं भवति. एकाच् अवयवस्य द्वित्वं भवति, अतः लूय लूय इति भवति. द्वित्वे कृते प्रथमस्य लूय इत्यस्य पूर्वाभ्यासः इत्यनेन अभ्याससंज्ञा भवति. अतः अत्र प्रथमं यत्र भवति पूर्वाभ्यासः लूय लूय इति अस्ति, अत्र लूय इति पूर्व अभ्यासः इत्यनेन अभ्याससंज्ञा भवति. इदानीं हलादिशेषः इत्यनेन प्रथम हल् वर्णः एव तिष्ठति, अन्यवर्णः लुप्यते. अतः लू लूय योगः अ इति भवति. अनन्तरं यङोचि च इत्यनेन अच् प्रत्यये परे यङ् प्रत्ययस्य लुक् भवति. अतः अच् प्रत्ययस्य यङ् लुक् भवति चेत् लू लूय इत्यनेन लूय यकारः लुप्यते. इदानीं लू लू योगः लू योगः आ भवति. अच् प्रत्ययनिमित्तक लुक् यङ् प्रत्ययनिमित्तकस्य द्वित्वस्य अपेक्षया बहिरङ्गः अस्ति, अतः अयं लुक् द्वित्वकार्यात् अनन्तरम् एव विधीयते. अतः इदानीं गुणो यङ् लुको इति यङ् लुकि कृते इगन्धस्य अभ्यासस्य गुणः ओकारः भवति. लू इति अस्ति लू दीर्घ लू दीर्घ ऊकारान्तः गुणो यङ् लुको इत्येन यङ् लुकोः इत्यनेन अत्र गुणः भूत्वा लो इति भवति. लो योगः लू योगः अनन्तरं लो योगः इल् योगः उवङ्ग सार्वधातुक अत्र अच् प्रत्ययस्य निमित्तरूपं स्वीकृत्य सार्वधातुक आर्धधातुकयोः इत्यनेन लू इत्यस्य ऊकारस्य गुण आदेशः प्राप्नोति. परन्तु अयम् अच् प्रत्ययः धातोः अंशस्य या इत्यस्य लोपस्य निमित्तम् अस्ति. अतः प्रकृतसूत्रेण अयं गुणः निषिध्यते. एतत् पूर्वमेव दृष्टवन्तः. अत्र गुणकार्यं निषिध्यते. परन्तु गुण अभावे अत्र अचिस्नु धातु ब्रुवां युवो रियङ् ओङ्ग इत्यनेन लू इत्यस्य उवङ्ग आदेशः भवति. उकारस्य स्थाने विधीयते. इदानीं निच्च इति अयम् अन्त्यादेशरूपेण विधीयते. इदानीम् अत्र अचिष्णुधातु सार्वधातुक आर्धधातुकयोः एतत् प्रबाद्य अनन्तरम् अच् प्रत्ययः धातोः अस्ति अत्र यकारस्य लोपं निमित्तं भवति. अत्र इदानीं लू इति अस्ति दीर्घ ऊकारस्य स्थाने अचिष्णुधातु ब्रुवां युवर् इयङ् उवङ्ग इति भूत्वा उवङ्ग आदेशः भवति. इदानीम् ऊकारस्य स्थाने उवङ्ग इति उवा इति भवति. लो लुब योगः ञकारस्य इत् संज्ञा लोपः अतः उवङ्ग. एतत् वयं जानीमः एव. वकार उत्तरवर्ति अकारः उच्चारणार्थः अस्ति अतः तस्य अपि लोपः भवति. अतः लो लुब इति भवति. लो लुब इति भवति. अत्र प्रथमं लो लु इति भवति. अत्र वकार उत्तरवर्ति अकारः लोपः भूत्वा एतत् उल्टा अस्ति अत्र खलु महोदय. लो लुव एव लो लुव लो लुव इति अस्ति. परन्तु वकारस्य अकार उच्चारणार्थम् अस्ति अतः तस्यापि लोपः भवति. इदानीमेव लो लु इति भवति. लो लु योगः अकारः पूर्वमेव तिष्ठति अत्र. एतत् योजनेन लो लुव इति अन्तिमरूपं निष्पन्नं. समीचीनं वा महोदय? समीचीनं तदेव अस्ति. अतः तत्र किम् इत्युक्ते न धातुलोप आर्धधातुके इत्यस्य प्रसक्तिः कुत्र अस्ति इत्येव प्रदर्शितम् अनेन उदाहरणेन. तत्र यदा वयं पश्यामः तत्र सामान्यतया यत् किमपि यङ् विधीयते धातुरेखाचोक्रियासमभिहारे यङ् इत्यनेन यङ् विधीयते. अनन्तरम् अस्माकं नन्दिग्रहीपचादिभ्यो इत्यनेन अच्चपि विधीयते. इदानीं तत्र किं भवति इत्युक्ते तत्र अच् इति नैमित्तिकमस्ति, अच् इति निमित्तमस्ति. अतः तत्र संज्ञोः इत्यनेन तत्र प्रथमं द्वित्वं भवति. लूय लूय इति द्वित्वं भूत्वा तत्र पूर्वाभ्यासः तत्सर्वं वयं जानीमः. अनन्तरं तत्र यद् प्रथम अभ्यास लूय इत्यत्र यद् यकारः अस्ति हलादिशेषः इत्यनेन हलादि एव अवशिष्यते. अन्येषाम् अपि लोपः यकारलोपः भवति. अनन्तरं तत्र अस्माकं यङोचि इति सूत्रस्य प्रसक्तिः. अच् इति निमित्तमस्ति. अनेन कारणेन यङ् लुक् भवति. अच् प्रत्यये परे यङ् लुक् भवति. अच् प्रत्ययनिमित्तिक लुक् यङ् प्रत्ययनिमित्तिकस्य द्वित्वस्य अपेक्षया बहिरङ्गः अस्ति. अतः अयं लुक् द्वित्वकार्यात् अनन्तरमेव विधीयते. अच् इति प्रत्ययनिमित्तम् अस्ति. अच् प्रत्ययनिमित्तकारणेन एव यङ् लुक् भवति. तद् यङ् प्रत्ययनिमित्तिकस्य द्वित्वस्य अपेक्षया बहिरङ्गकार्यम्. अतः एव यङ्गोचि इति बहिरङ्गकार्यम्. यदा वयं सिद्धान्तकौमुदीवाक्यं स्मरामः तत्र तु अनैमित्तिकम् आसीत्. इदानीं नैमित्तिकमस्ति. अतः तद् प्रथमं द्वित्वम् अनन्तरं तत्र यङ् लुक् भवति. द्वित्वकार्यस्य अनन्तरमेव लुक् विधीयते. तदेव भेदः द्वयोः. तदपि एकम् उदाहरणमस्ति, तत् पश्यामः. अनन्तरं तदा गुणो प्रथमं यद् अभ्यास लू इति अस्ति तत्र तु बाधा नास्ति, तस्य तु इगन्त अङ्गस्य गुणः गुणो यङ् लुकोः इत्यनेन गुणः भवति। अनन्तरं यद् लू अभ्यासस्य भागद्वयं किल, उभे अभ्यस्तम् इत्येव नाम, अतः द्वितीयभागः अभ्यस्तसंज्ञकस्य द्वितीयभागस्य तत्र सार्वधातुकयो अर्धधातुकयोः इत्यनेन यद् गुणादेशः विधीयते तस्य एव बाधा करोति न धातुलोपार्धधातुके। किमर्थं तद् बाधां करोति इत्युक्ते अच् प्रत्ययः धातोः अंशस्य य इत्यस्य लोपस्य निमित्तम् अस्ति। अच् इति कारणेन एव यङ् लुक् अभवत्, लोलूय लूय लूय इति आसीत् किल, तत्र द्वितीययकारस्य लोपस्य निमित्तं किम्? यच् प्रत्ययः यङो अचि इत्यनेन अच् निमित्तिकम् एव यकारस्य लोपः अभवत्, धातु अंशस्य लोपस्य कारणम् अच् प्रत्ययः, अतः प्रकृतसूत्रेण न धातुलोप आर्धधातुके इत्यनेन तत्र गुणस्य बाधा भवति। एतद् अवगतं वा? बहु मुख्यं तदेव अस्ति। आम् महोदय, एकः प्रश्नः, एतत् मम प्रश्नः, व्यपेक्षा एकार्थी भावः, एतत् व्यपेक्षा मया लिखितमेव, कुत्रापि लिखितमेव व्यपेक्षा अनन्तरम् एकार्थी भावः, व्यपेक्षा इत्युक्ते किं महोदय? व्यपेक्षा वा अपेक्षा? न अपेक्षा एतत् अहं जानामि, अत्र कृदन्ते एकार्थिभावः अपि अस्ति अनन्तरम् एकः एव, यदा सुन्दरः बालकः इत्युक्ते एकार्थिभावः, बालकः इति वदामः चेदपि सुन्दरः सुन्दरः इति वदामः चेदपि तद् बालकमेव द्योतयति इति एकार्थिभावः। व्यपेक्षा इति वाक्यं वदति चेत् अहं वदामि, व्यपेक्षा कृदन्तं नीलेश महोदयेन अत्र दत्तं महोदय, व्यपेक्षा अनन्तरम् एकार्थिभावः इति एकं सेण्टेन्स् तत्र वाक्यमस्ति। एतत् अत्र वाक्येन किं व्यपेक्षा किम् एकार्थिभावः वदतु इति तत्र दत्तम्, अहं प्रेषयिष्यामि महोदय एतत् विषये, प्रेषयतु अनन्तरम् अहं दृष्ट्वा वदामि। अस्तु महोदय, धन्यवादः। एतद् अवगतं किल, एतदेव अतः गुणाभावे गुणाभावे तत्र अचिष्णु दातु ब्रुवाम् इत्यनेन लोलूव इति भवति। द्वितीय अभ्यस्तस्य द्वितीयभागस्य तु गुणः निषिद्धं न धातुलोप आर्धधातुके, किमर्थम् इत्युक्ते अच् इति निमित्तीकृत्य यकारस्य लोपः अभवत् इति कारणेन। तावदेव अत्र आम् द्वितीय उदाहरणं पठामः, अरुणा भगिनी पठति वा मृज् धातोः? आं भगिनि पठामि। मृञ्ज् धातोः यङ् लुगन्तप्रक्रियायाम् अस्य सूत्रस्य वृद्धिनिषेधार्थं प्रयोगः। मृञ्जुं शुद्धौ अस्मात् धातोः पुनः पुनः मर्ष्टि इत्यस्मिन् अस्मिन् अर्थे धातोः एकाचो हलादे क्रियासमभिहारे यङ् इत्यनेन यङ् प्रत्यय भवति। अस्य प्रयोगः प्रयोगेन मरीमृञ्ज इति आतिदेशिकः धातुः सिद्धति, दत्तं भूत्वा मरीमृज्य। अस्मात् धातोः नन्दीग्रहीपचादिभ्यो लुङ्गिन् लुङ्गिन् लुङ्गिनि यच् अच् अचः इत्यनेन कर्तत्वे यदा अच् प्रत्ययः विधेयते तदा प्रक्रियायाम् अच् प्रत्ययं निमित्तरूपेण स्वीकृत्य मरिमृज्य धातोः यकार या अस्य लोपः भवति। एतादृशे लोपे कृते अविशिष्टे अंशे विद्यमानस्य मकार उत्तरस्य ऋकारस्य मृजे वृद्धिः इत्यनेन प्राप्तः वृत्ति प्रकृतसूत्रेण निषिध्यते. ओके, अन्यद् उदाहरणमस्ति मृज् धातोः. किमर्थम् अस्ति गुणनिषेधः, उद्निषेधः भवति. यङ् लुगन्त प्रक्रियायाम् अस्य सूत्रेण वृद्धिनिषेधः भवति. मृज् धातु शुद्धौ इति अर्थः. धातोः पुनः पुनः मार्ष्टि अस्मिन् अर्थे यङ् प्रत्यविधीयते. धातोः एकाचो हलादे क्रिया समविहारे यङ् इति सूत्रेण मृज् धातुतः यङ् विधीयते. यङ् प्रत्ययः दत्तं भूत्वा मरी मृज्य इति आतिदेशिकः धातु सिद्ध्यति. अस्मात् तदनन्तरं नन्दी ग्रहि पचादिभ्यो लुङि अचः लुङि अचः इत्यनेन कर्तते. यदा अच् प्रत्ययः विधीयते तदा प्रक्रियायाम् अच् प्रत्ययं निमित्तरूपेण स्वीकृत्य मरि मृज्य. ओके, तदनन्तरं मृच् अत्र मरीमृज्य इति अङ्गमस्ति आदिदेशिक. अत्र यकार या लोपः भवति केन सूत्रेण इति चेत् नन्दी गृहि पचादिभ्यो लुङि अनेन अच् विधीयते. अच् नन्दीगृह पचादिभ्यो इत्यनेन यङ् विधीयते. क्षम्यताम्, अच् विधीयते. यङ् लुक् यकारस्य लोपः तु अस्माकं यङ्गोचि इत्यनेन भवति. तदेव अग्रे उक्तमस्ति. एकनिमिषम्, रघुपतिमहोदय तत्र अस्माकम् अष्टाध्यायी डाट् काम् 1.1.4 इति सूत्रसङ्ख्या न धातुलोप अर्धधातुके. अत्र द्वितीयम् उदाहरणं पश्यामः इदानीम्. अस्तु भगिनि, अत्र य इत्यस्य लोपः यङ्गोचि. अवगतं किल? तत्र निमित्तम् अस्ति, अच् इति प्रत्ययः निमित्तम् अस्ति. अनेन यङ् इत्यस्य लोपः भवति. अतः प्रकृत उदाहरणे वृद्धिः कथं निषिध्यते इति प्रदर्शयन्तः. पूर्वस्मिन् सूत्रे गुणः कथं निषिध्यते इति आसीत्, तदेव. आम्, इदानीं प्रक्रिया पठतु भगिनि. तत्र भगिनि पुनः पुनः मार्ष्टि सः मृञ्चु शुद्धौ अदादिकणे धातुः मृज् युव यङ् युव अच् धातोः एकाचो छलादे क्रिया समाभिहारे यङ् इति यङ् विधीयते. सनाद्यन्तदातवः इति सूत्रे धातुसंज्ञा भवति. ततः कर्तते नन्दी ग्रहि पचादिभ्यो लुण्णि अचः इति सूत्रे अच् प्रत्यय विधीयते. द्वित्वकार्ये भवति संयङ्गो इति सूत्रेण मृज् मृज् द्वित्वे सूत्रमस्ति. संयङ्गोः इति सूत्रं किं वदति सूचते इत्युक्ते यङ्गन्तस्य प्रथम एकाच् अवयवस्य द्वित्वं भवति. द्वित्वे कृते प्रथमस्य मृज् इत्यस्य पूर्व अभ्यासः सज्ञापि भवति. तदनन्तरं हलादिस्तेषः इति सूत्रेण प्रथमस्य मृज् अभ्याससंज्ञ. तत्र हलादिशेषेण यकार ज इति लोपो भवति. मृज् मृज् योगः यङ्गो अचि च इत्यनेन अच् प्रत्ययपरे यङ् प्रत्ययस्य लुक् भवति. अच प्रत्ययनिमित्तिकः लुक् यङ् प्रत्ययनिमित्तिकस्य द्वित्वस्य अपेक्षया बहिरङ्गः अस्ति. वयं चर्चितवन्तः अत्र यङ् लुक् बहिरङ्गकार्यः लुक् यं प्रत्ययनिमित्तकस्य द्युत्वम् अपेक्षया बहिरङ्गः अस्ति, ततः अयं लुक् द्युत्वकार्यात् अनन्तरम् एव विधीयते. अतः तदेव वयं दृष्टवन्तः. मर् योगः मृज् योग उरुत् इति उकारस्य अकारः उरङ्गपरः इत्यनेन किमस्ति भगिनि अत्र हलादिशेष पूर्वं किमद्य अत्र यक्स् मा अस्ति न अवगतं. मृज् संथिङ्ग् बिफोर् मृज् संथिङ्ग् देर् मर् मृज् मर् मृज् मर् ओके ओके मर् मृज् युगः अलादिशेषेन रेफलोपः भवति. रीक् मृज् रीग् रीग् उद्धपदस्य च इति सूत्रेण अभ्यासस्य रीक् आगमः भवति. ओ अद्यन्तौ तकितौ इति सूत्रेण आदि अन्त्य आदि तकार इति वर्णति कृत्वा चित् अत्र रिङ्ग् घकार अस्ति अद्यन्तौ टकित् अस्ति ततः अद्यन्तौ इत्येन पूर्वमेव अच्छनन्तरं भवति चित् चित् किल अतः अभ्यस्तस्य अनन्तरम् अभ्यासस्य आगमः रीक् इति आद्यन्तौ टकितौ टित् आदि अन्त कित् रीक् इति कित् तः अभ्यासस्य अन्ते आगच्छति अन्ते आगच्छति. मृजे वृद्धिः मृज् योगया ककारस्य इत्सङ्ज्ञालोपः मरि मृज् अत्र अच् प्रत्ययं निमित्तरूपेण स्वीकृत्य मृजेः वृद्धिः इत्यनेन मरि मृज् इत्यस्य उपदा ऋकारस्य गुण आदेशः प्राप्नोति. परन्तु अयम् अचः प्रत्ययधातोः अंशस्य या इत्यस्य लोपस्य निमित्तम् अस्ति, अतः प्रकृतसूत्रेण अयं वृद्धि निषेध्यते. अत्र वा टैपो अस्ति वा भगिनि? मृजे वृद्धिः इति सूत्रम् इत्यनेन मरे मृष् इत्यस्य उपदा रूपात् गुण आदेशः भवति. अत्र वृद्धि न भवति भगिनि, गुण आदेशः एव वृद्धिः. परन्तु अत्र अच् अयम् अच् प्रत्ययकारणात् यकारस्य गुण यकारस्य अच् प्रत्यय धातोः अंशस्य या लोपकारणं निमित्तम् अस्ति, अतः प्रकृतसूत्रेण मृजे वृद्धिः सूत्रेण वृद्धिः निषिध्यते. अवगतं. मृजवृद्धि हा मृजवृद्धिस्य कार्यं वदति मृजधातोः ऋकारस्य अभ्यास प्रथम ऋकारस्य वृद्धिः भवति इति. परन्तु तत् कार्यं निषिध्यते किमर्थम् इति निमित्तं लोपकारणम् अस्ति कृत्वा सूत्रसूत्रं न भवति. न धातो लोपः न धातो लोपः न धातु लोपार्धधातुके इत्यनेन वृद्धिः निषिध्यते. अदा यदा अत्र वयं पश्यामः, यदा पूर्वस्मिन् उदाहरणे आसीत् तादृशमेव अत्रापि द्वित्वं सर्वं जातं मृज् मृज् इति जातम्. इदानीम् अस्माकम् अच् इति प्रत्ययः अस्ति. यङोचि इति किं करोति इत्युक्ते अकारस्य यङोचि इति सूत्रेण अच् प्रत्ययस्य निमित्तेन मृज्य इति यदा अस्ति तस्य लोपः जातः लोपः जातः अनन्तरम् अच् प्रत्ययनिमित्तिक लुक् यङ् प्रत्ययनिमित्तिकस्य द्वित्वस्य अपेक्षया बहिरङ्गम् यदा पूर्वस्मिन् उदाहरणे आसीत् तादृशमेव अत्रापि अतः लुक् द्वित्वकार्यात् अनन्तरमेव विधीयते इदानीं प्रत्ययनिमित्तिकम् अस्ति अतः इदानीमपि तत्र नैमित्तिकम् अस्ति इति कृत्वा प्रथमं द्वित्वकार्यम् अनन्तरमेव यङ् लुक् भवति समीचीनं वा मृज्य इदानीं तत्र यङ्गोचि इत्यनेन यङ् प्रत्ययस्य लुक् जातः मृज् मृज् मर् मृज् तत्र सर्वम् अन्यत् सर्वं तु प्रक्रिया अनुसारमेव भवति अनन्तरं यदा मरी मृज् योगः अ इति अस्ति इदानीम् अच् इति प्रत्ययः निमित्तम् अस्ति तत्र न धातुलोप आर्धधातुके इत्यनेन यद् वृद्धिः मृजेर्वृद्धिः इत्यनेन जातः तस्य निषेधः भवति वृद्धिः निषिध्यते य इति कारणेन य इत्यस्य लोपस्य निमित्तम् अस्ति अतः धातु अंशस्य लोपस्य निमित्तं यकारः क्षम्यतां य इत्यस्य निमित्तम् अस्ति अच् अतः तत्र निषेधः अभवत् न धातुलोप आर्धधातुके अवगतं वा उदाहरणद्वयं धन्यवादः आम् धन्यवादः रघुपतिमहोदय पठति वा दळकृत्यम् इति एतदेव अस्माकं करपत्रे अपि अस्ति एतत् पठित्वा तत्रापि पठामः आम् अस्ति चिन्ता महोदय दलकृत्यम् अर्थं किं भगिनि दलकृत्यम् इत्युक्ते तत्र न धातुलोप आर्धधातुके इति सूत्रे पदत्रयम् अस्ति किल तत्र एकमेकं पदं स्वीकृत्य किमर्थं तद् पदं तस्मिन् सूत्रे निवेशितम् इति यद् चर्चा भवति तस्य एव दलकृत्यम् इति वदामः दलम् एकमेकं दलं स्वीकृत्य तस्य तस्मिन् सूत्रे महत्त्वं किं तद् नास्ति चेत् किं भवति अस्ति चेत् किम् इति तत्र चर्चा तदेव दलकृत्य धन्यवादः दलकृत्यं लोपे इति किमर्थम् इति प्रश्नः यदि धातोः कस्यापि अंशस्य लोपः न भवति तर्हि प्रकृतसूत्रेण गुणवृद्धिनिषेधः न हि क्रियते यथा भूधातोः अनियप्रत्यये कृते प्रत्ययनिमित्तिकलोपः न भवति अतः अत्र सार्धातुकार्धातुकयोः इत्यनेन अवश्यं गुणादेशः भवति येन भवनीयः इति भवति लोपे इति आवश्यकं किमर्थम् इति चेत् यदि धातोः कस्यापि अंशस्य लोपः न भवति चेत् तर्हि गुणविधिनिषेधः न भवति अतः लोप आवश्यकमस्ति लोपे सति एव भवति यथा अत्र भूधातोः अनियप्रत्यये लोपः किमपि नास्ति भूधातोः किमपि लोपः न भवति अनियप्रत्ययोजनेन अनियप्रत्ययं निमित्तीकृत्य अतः तत्र गुणः अथवा वृद्धिः किमपि भवितुमर्हति अत्र अनियप्रत्ययः अस्ति आर्धात्मकप्रत्ययः अस्ति अतः गुणः भवति अतः अथवा भो इति भवति अनन्तरं यचयवयवचनं भवनीया इति रूपं भवति द्वितीय अस्ति द्वितीयदलमस्ति धातोः इति किमर्थं सूत्रे धातोः इति अस्ति तत्र किमस्ति तत्र न धातुलोपे आर्धातुकैकगुणबुद्धिः धातोः किमर्थं धातोः कुत्र अस्ति भगिनि तत्र धातोः इति धातोः किं महोदय धातोः इति अत्र दत्तमस्ति खलु धातोः पदं किं कुत्र अस्ति न धातुलोप आर्धधातुके इत्यत्र धातोः इति पदमस्ति किल न धातुलोपे न धातुलोप आर्धातुके धातोः अस्तु धातोः अस्तु धातोः एव आमां तत्र धातोः इति किमर्थं धातोः लोपः भवति खलु अस्तु यदि धातोः इति किमर्थं यदि अन्यपदार्थस्य लोपः भवति अस्तु धातोः एव भवेत् अन्यपदार्थस्य लोपः भवति न हि धात्वंशस्य तर्हि प्रकृतसूत्रेण गुणविधिनिषेधः न क्रियते. अतः तत्र धातुलोपः इति लोपः किमर्थं धातोः एव भवति किमर्थ आवश्यकम् अन्य धातोः इति न लोप आर्धातुके इत्यनेन भवति तत् भवति चेत् तत् न भवति तत्र धातोः एव तत्र धातुलोप एव भवेत् अन्यस्य लोपकृते तत्र गुणविधिनिषेधः न भवति. यथा एकम् उदाहरणमस्ति ऋष् योग विच् इत्यत्र ऋष् योग विच् इत्यत्र प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति परन्तु अयं धातुलोपः नास्ति. अतः अत्र एतादृशे लोपे कृते अपि प्रत्ययनिमित्तिकं कार्यम् अवश्यं सम्भवति. अतः रेष् इति भवति वा तत्र ऋषि हिंसायाम् इति अस्ति ऋष् योग विच् अन्येभ्यः दृश्यन् अन्येभ्यः अपि दृश्यन्ते इति सूत्रेण तत्र विच् प्रत्ययः विधीयते ऋष् हिंसायाम् इति धातोः. तत्र इदानीं तत्र चकारस्य लोपः भवति विच् इत्यत्र चकारस्य लोपः अपि च इकारस्य अपि उच्चारणार्थमस्ति. अतः वकार एव अवशिष्यते वेरुप्रत्ययस्य हल् वेरुप्रत्ययस्य क्षम्यते वेरुप्रत्ययस्य इत्यनेन अपृत वकारस्य लोपः भवति. अतः ऋष् एव अवशिष्यते परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति कृत्वा तत्र प्रत्यय यद्यपि प्रत्ययलोपः अभवत् न तु धातोः. अतः तत्र धातोः तत्र गुणवृद्धिः यत्किमपि भवति तद् भवितुमर्हति अत्र गुणः भवति. अतः रेष् इति भवति अनन्तरं जलान् दर्शन्ति तत्र रेड् अथवा रेट् इति भवति. सत्यं तत्र यदि एतत् सूत्रं नास्ति चेत् अस्माकं कृते अपि यङ्ग् लुक् अभवत् किल तत्रापि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन वयं सार्वधातुकार्धधातुकयोः इत्यनेन गुणः कुर्मः. परन्तु तद् बाधनार्थं तद् न आवश्यकं तद् तस्य निषेधं कर्तुमेव न धातुलोप आर्धधातुके इति सूत्रं निवेशितम्. यदा वयं तत्र आदौ पठितवन्तः प्रायः भवान् न आसीत् तत्र अस्य सूत्रस्य प्रयोगः यङ्लुगन्तप्रक्रियायाम् एव दृश्यते. यद्यपि सूत्रे न उक्तं न धातुलोप आर्धधातुके इत्येव सूत्रमस्ति तत्र अनुवृत्तिः न अपि न आगच्छति यङ् इति वा किमपि अन्यत् इति वा परन्तु अस्य सूत्रस्य प्रसक्तिः प्रयोगः यङ्लुक् प्रक्रियायामेव दृश्यते इति तद् स्मरणे भवतु न धातुलोप आर्धधातुके किमर्थम् अस्य सूत्रस्य महत्त्वं किम् किमर्थम् एतद् निवेशितम् इत्युक्ते तत्र यदि न स्यात् तत्र सार्वधातुक यदा अत्र विश् प्रत्ययः विषये यदा आसीत् तादृशमेव यङ् अपि लुक् जातः तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन आर्धधातुकाः इति स्वीकृत्य तत्रापि वयं गुणः कुर्मः एव किल परन्तु तद् न इष्टम् अतः एव तत्र न धातुलोप आर्धधातुके इति सूत्रम् अवगतं वा. तत्र धातुलोप इति यगन्त धातु अस्ति अतः तत्र तस्य लोपः सत्यं सत्यं सनाद्यन्ता धातवः इत्यनेन यद् धातुसंज्ञा नूतनधातुसंज्ञा भवति तस्य लोपः भवति अतः धातुसंज्ञा अस्ति एव तस्य सनाद्यन्ता धातवः इत्यनेन अनन्तरमेव तस्य यङोचि च इत्यनेन तस्य लोपः भवति. यद् लोपः जातः तद् धातु अंशः अस्ति अतः तत्र गुणः न भवति. अन्यत्र अनैमित्तिकम् अस्ति खलु तत्र अन्यत्र आम् सत्यं तत्र भिन्नरीत्या भवति आम् यत्र नैमित्तिकः तत्र एतादृशम् अनैमित्तिकविषये अपि अस्ति अग्रे अस्ति तत् पठामः तृतीयमपि पठतु निमित्तमस्ति कृत्वा तत्र गुणः न भवति इति खलु सत्यं नैमित्तिकम् अस्ति यङ् लुक् यङ्गोचि च इति सूत्रेण लुक् यङ् लुक् अचीपरे न वा अचीपरे नैमित्तिकं वा अनैमित्तिकं वा यङ् लुक् अवश्यं भवति विकल्पेन तत्तु भवति एव. यदा नैमित्तिकम् अस्ति चेत् तत्र किं प्रयोजनं तत्र अचि इति किमर्थं तत्र योजितम् यदा अचि अस्ति चेत् नास्ति चेत् द्वयोः स्थलयोः तत्र तु लोपः जातः एव. किमर्थम् अचि इति निवेशितम् इत्युक्ते अधातुलोप अर्धधातुके इत्यत्र तस्य महत्वम् अस्ति. तत्र प्रथमं तु यदा अत्र बहिरङ्गत्वात् इति उक्तं किल, तत्र द्वित्वकार्यम् आदौ भवति, अनन्तरमेव यङ् लुक् भवति इति एकम्. अनन्तरं तत्र बाधा भवति, तस्य गुणवृद्धिः यद् भवति स्म तस्य बाधा भवति. तर्हि भगिनि तत्र मम प्रश्नः अस्ति, अत्र अचीति अस्ति खलु, तत्र अनैमित्तिका अस्ति, अत्र रूपद्वयं भवितुमर्हति वा? परन्तु अत्र अचीति उक्तमस्ति कृत्वा तस्य कारणेन एव भवति वा? अत्र अचि प्रत्यये परे अनैमित्तिक कर्तुं शक्यते वा लोपः? सत्यं सत्यम् आं कर्तुं शक्यते, तदेव अस्ति अस्मिन् अस्माकं करपत्रे अपि, उपद्वयमपि भवितुम् अर्हति. आम् तत्र नित्यं तदेव आसीत् करपत्रे यदा वयम् आदौ अद्य पठितवन्तः, यत्र अचि इति अस्ति तत्र नित्यत्वम्, अचि नास्ति चेत् अनित्यत्वम् इति किमपि अस्ति वा इति, इत्युक्ते वैकल्पिकम् इति अस्ति वा इति, तादृशं किमपि नास्ति. अचि अस्ति वा नास्ति वा तत्र वैकल्पिकमेव, तत्र रूपद्वयम् अवश्यं भवति. अच् प्रत्ययस्य अहं वदन्नस्मि, अच् प्रत्ययस्य अपि भवितुमर्हति वा? आं सत्यम्, आम् रूपद्वयं भवति वा? गुणनिषेधरूपम् अस्ति, एकगुण कृत्वा रूपमपि भवति वा? न न गुणः इति वैकल्पिकं नास्ति, गुणः इति वैकल्पिकम् इति न उक्तं किल, कुत्र तत्र तत् न उक्तं. यङ्गो अस्ति आर्धातुकलोपः, न आर्धातुके अर्धातुकलोप आर्धातुके इति अस्ति खलु. इदानीं एकमस्ति अच् प्रत्ययनिमित्तीकृत्य लोपः इति एकं स्वीकृ एकमस्ति एकमस्ति तद् लोपः न सामान्य सूत्रेणापि सामान्य यङ् लुक् भवति इति तद् अनैमित्तिक इति कृत्वा तदा तत्रापि अच् प्रत्ययनिमित्त तत्र गुणः भवति, तत्र गुणः भवति. आम् आम् तत्र गुणः, तदेव अस्माकं करपत्रे तद् प्रदर्शितमपि, यत्र यङ् अच् निमित्तं निमित्तीकृत्य तत्र यथा भवति नैमित्तिकम् अस्ति तत्र न धातुलोप आर्धधातुके इत्यनेन तत्र गुणः न भवति, यदा अनैमित्तिकम् अस्ति तत्र गुणः भवति. तत्र भवति अग्रिमम् अपि पठतु. आम् तद् पठामः, द्विवारं त्रिवारं पठामः. आर्धधातुके इति किमर्थम्? आर्धातुके इति किमर्थमस्ति? आर्धातुके इति उक्तमस्ति, आर्धातुके इति सप्तम्यम् इति अस्ति. यदि धात्वंशस्य लोपः आर्धातुकप्रत्ययनिमित्तः नास्ति तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते. अस्तु, आर्धातुकप्रत्यये प्रत्यये सति आर्धप्रत्ययेन एव, यथा भूधातोः यङ् प्रत्यये कृते अग्रे लट्लकारस्य प्रथमपुरुष एकवचनस्य प्रक्रियायां अदादित्वात् यङ् प्रत्ययस्य लोपे कृते अपि अङ्गस्य इक् वर्णस्य गुणः अवश्यं भवति. यतः यङ् प्रत्ययस्य लोपस्य निमित्तम् अत्र कोऽपि आर्धातुकप्रत्ययः नास्ति इति. अस्तु, तत्र लट् प्रकारस्य भूधातोः तत्र यङ् प्रत्यये कृते तत्र भवति लट्लकार प्रथमपुरुषे एकवचनम् अस्ति, तत्र यङ् प्रत्ययलोपे कृते तत्र अङ्गसीकवर्णगुणं भवति वा इति, भवति इति अस्ति. किमर्थमिति चेत् तत् लट् इति प्रत्ययः तत्र आर्धातुकप्रत्ययः नास्ति इति कृत्वा, यथा अत्र दत्तमस्ति भूसत्तायां भवादिः भूयोग यङ् योग लट् तत्र यङ् इति धातो एकाच हलादे क्रियासमीपारे समभिहारे यङ् इत्यनेन तत्र एकाच अस्ति अपि च हलादि अस्ति इति कृत्वा, अनन्तरं सलादिधातो इत्यनेन धातुसंज्ञा भवति, अनन्तरं ततः वर्तमाने लट् इति लट् भूयोग यङ् योग तिप् तिबादेशः भूयोग तिप्. इदानीं भूयोग तिप् यङ् प्रत्ययस्य बहुलमिति अनुमतिरूपेण स्वीकृत्य अच् प्रत्ययः विना अपि यङ् प्रत्ययस्य लुक् भवति, अतः तत्र अनैमित्तिकः अस्ति. अतः लुकीकृते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययनिमित्तिकद्वित्वकार्यम् अवश्यं भवति. प्रत्ययलोपे प्रत्ययलक्षणं यद्यपि अङ्गस्य प्रत्ययलोपे प्रत्ययलक्षणम् इति अस्ति, लुक् यद्यपि लुक् अस्ति अङ्गकार्यं नास्ति इति कृत्वा वा अत्र प्रत्ययलक्षणं भगिनि? सत्यम्, आं प्रत्ययलोपे प्रत्ययलक्षणं तत्र द्वित्व कार्यम् अवश्यम् तत् लुभता अङ्गस्य प्रत्ययं निमित्तीकृत्य यद् अङ्गकार्यं भवति तस्य निषेधः न लुमता अङ्गस्य इत्यनेन भवति. इदानीं तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तद् द्वित्वकार्यं तु अवश्यं भवति एव. लुक्कीकृते अपि तदेव उक्तं, लुक्कीकृते अपि तत्र द्वित्वकार्यं तु अवश्यं भवति एव. अन्य सर्वाणि तत्र मातुः पुस्तके अपि तद् उक्तम्, अन्यकार्याणि तु निषिद्धं भवति अनेन न लुमताङ्गस्य सूत्रस्य प्रत्ययनिमित्तिक अङ्गकार्यक निषेधो जातः. अपवादः इति नास्ति महोदय, तत्र लुक् तत्र पुस्तके मातुः पुस्तकात् पठामि, लुक् होने के बाद् अङ्गकार्यस्य भिन्नसारे द्वित्वादिसारे कार्य प्रत्ययलक्षण से होता है, किंतु ध्यान रहे कि प्रत्यय का लुक होने पर न लुमतांगस्य सूत्र से प्रत्यय निमित्तिक अंग कार्यों का निषिद्ध हो जाता है. सो अतः तत्र अंग कार्य यद अंग कार्यम अस्ति तस्मात् भिन्न कार्यम इत्युक्ते द्वित्वादि कार्यम तद् भवति प्रत्यय लक्षणकारणेन लक्षणात् भवति. अन्यकार्याणि तु न लुमताङ्गस्य इत्यनेन निषेधः भवति. परन्तु अत्र यङ् इति भवति चेत् तत्र प्रत्यय अङ्गं भवति खलु, यस्मात् प्रत्यय तदादि अङ्गम् इति कृत्वा. सत्यं, परन्तु प्रायः द्वित्वकार्यस्य कुत्रापि महोदयेन पूर्वम् उक्तं द्वित्व कार्यस्य किमपि वैशिष्ट्यमस्ति तद् न लुमताङ्गस्य इत्यनेन निषेधः न भवति इति. अस्मिन् करपत्रे अस्ति वा, पूर्वस्मिन् करपत्रे वा, अहं दृष्ट्वा वदामि. परन्तु अहं स्मरामि एकवारं महोदयेन उक्तं तत्र द्वित्वकार्यस्य निषेधः न भवति अनेन इति. अतः अनेन एव इदानीमपि अङ्गं न अभवत् इति, प्रायः पूर्ण धातु अपि न अभवत् इति कृत्वा प्रायः. सत्यं, तद् अस्माकं जालपुटे एव कुत्रापि अस्ति, अहम् अन्विष्य प्रेषयिष्यामि. तत्र आसीत् पूर्वम् अपि एतस्मिन् विषये चर्चा जाता, तस्मिन् समये सः उक्तवान् तत्र लुमता अङ्गस्य इत्यनेन यद्वित्वकार्यं भवति तस्य निषेधः कदापि न भवति इति अङ्गनिर्माणसमये. तद् प्रायः अहं पश्यामि, तद् प्राप्नोमि चेत् अवश्यं प्रेषयिष्यामि. तर्हि अग्रे भू इति अस्ति, अतिरञ्जित्वं भवति भू भू इति भवति. अनन्तरं तत्र गुणो यङ्लुको इत्यनेन तत्र गुणः गुणः भवति, क्षम्यताम्, अनैमित्तिक लुक् अपेक्ष इदं द्वित्वं बहिरङ्गम् अस्ति, अतः इदं कार्यं लुक्कः अनन्तरमेव प्रत्ययलक्षणं स्वीकृत्य क्रियते. अनैमित्तिकस्य लुक् अपेक्षया इदं द्वित्वं बहिरङ्गम्, अतः लुक् अनन्तरमेव अस्य कार्यं भवति. अस्तु, भू भू इति भवति, अनन्तरं गुणः यं लुको इत्यनेन तत्र गुणः भवति भो भो भू इति भवति. अनन्तरं कर्तरि शप् भो भू योग शप् अनन्तरं तत् अस्ति अदादिगणीयधातु अस्ति, अदादिगणीयधातु इव अस्ति इति कृत्वा तत्र लुक् भवति अधिप्रवृत्तिय शप इत्यनेन. तत्र चर्करीतं च इति सूत्रेण गणसूत्रविधानसामर्थ्यात् यङ्लुगन्ताम् अदादिगणत्वं स्वीक्रियते. चक्करीतं च इति सूत्रेण तत्र अदादिगणीयवत् इति अस्ति, अतः तत्र शपः लुक् भवति. अतः भो भो अनन्तरं तिप तिप् निमित्तीकृत्य अङ्गकार्यं भो भो इति भवति. अभ्यासे चर्चा अन्तिममस्ति, तत्र चतुर्थे पादे अस्ति, तत्र अतः अत्र गुणः भवति एव. किल अनैमित्तिकम् इति निमित्तिकं निमित्तिकम् अस्ति चेत् तत्र प्रथमं द्वित्वकार्यम् अनन्तरं यङ् लुक् अनैमित्तिकम् अस्ति चेत् प्रथमं लुक् अनन्तरं द्वित्वं किमर्थम् इत्युक्ते द्वित्वं बहिरङ्गम् अस्ति इति कारणेन तदेव अस्माकं करपत्रे अपि अस्ति तस्मात् अपि पठम् इतोपि एकः एव बिन्दुः अस्ति किल महोदय आर्धधातुके धातुलोपे इति किमर्थं प्रायः विजयभगिनी पठति वा आर्धधातुके धातुलोपे बिन्दुः आर्धधातुके धातुलोपे पठामि वा आम् आम् भगिनि आर्धधातुके धातुलोपे इति किमर्थम् यदि धातोः अंशस्य लोपः अवश्यं भवति परन्तु सः गुणवृद्धिविधायकम् आर्धधातुकप्रत्ययं निमित्तरूपेण स्वीकृत्य न हि भवति अपि तु अन्यत् निमित्तं स्वीकृत्य विधीयते तर्हि तत्र प्रकृतसूत्रस्य प्रयोगः नैव भवति अतः एतादृशस्य लोपस्य आधारेण आर्धधातुकप्रत्ययनिमित्तिकः गुणः वृद्धिः वा नैव निषिध्यते यथा न्यू अर्ति अर्ति व्रीह्लि एतत् न्यू इ धातोः निच् प्रत्यय कृते अङ्गस्य पुक् आगमः भवति अर्ति अर्ति एतत् सूत्रेण पुक् आगमः भवति अस्मिन् आगमे परे धातोः अन्ते विद्यमानस्य यकारस्य लोपो व्योर्वलि इति लोपः विधीयते अयं लोपः प्रत्ययनिमित्तिकः नास्ति वर्णनिमित्तिकः अस्ति अतः अस्मिन् लोपे अतः अस्मिन् लोपे कृते अपि अङ्गस्य ऊकारस्य गुणः अवश्यं विधीयते प्रक्रिया इयम् इति अधः दत्तम् न्यूयि शब्दे ऊन्दने च द्वादिगणीयधातुः न्यूयि योगः निच् योगः अनीय हेतुमति च इति प्रेरणार्थे निच् भवति निजन्तस्य सनाद्यन्तदातवः इति धातुसंज्ञा ततः तव्यत्तव्यानियर् इति अनीयर् प्रत्ययः भवति न्यू योगः पुक् आगमः भवति अर्ति ह्रि व्ली व्री न्यू क्ष्माया तां पुग्नौ इति सूत्रेण पुक् आगमः भवति एतत् निच् भवति निच् अनुबन्धलोप अनन्तरम् ई एव तिष्ठति अत्र अनीय इति प्रत्ययमस्ति कृदन्तप्रत्ययमस्ति आहत्य अयम् आद्यन्तौ टकितौ इति अन्त्य अवयवरूपेण विधीयते नू योगः पुक् इत्यस्य ककारः अलन्त्यं तस्य लोपः इत्यनेन इत् भवति उच्चारणार्थे भवति इप् एव तिष्ठति अत्र अतः नू योगः इप् योगः इ योगः अनीय यकारस्य लोपो व्योर्वलि इति लोपः भवति अतः अत्र यकारस्य लोपः भूत्वा एव क्नू इति भवति इदानीं निच् प्रत्ययं निमित्तिरूपेण स्वीकृत्य पुगन्त अङ्गस्य उपधावर्णस्य पुगन्तलघुपदस्य इति गुणः भवति अतः क्नू इत्यनेन नो इति भवति गुणः भवति अनन्तरं पूर्वं जातः यकारलोपः प्रत्ययनिमित्तिकः नास्ति अतः यकारलोपे कृते अपि प्रकृतसूत्रं न प्रवर्तते अतः अत्र गुणः नैव निषिध्यते अत्र प्रत्ययलोपे प्रत्ययलक्षणमपि न कार्यं करोति इदानीं नोप् नो योगः इप् योगः इ योगः अनीय इति भवति इदानीं नोप् योगः अनीय इति भवति नेरनिटि इत्यनेन नि इत्यस्य अत्र इकारस्य लोपः भवति अनन्तरम् अत्र किं तिष्ठति चेत् नोप योगः अनीय इदानीं नोपनीय इति अन्तिमरूपं निष्पन्नं महोदय सत्यम् अतः अत्र किम् उक्तम् इत्युक्ते तत्र प्रत्ययनिमित्तिकः नास्ति चेत् यकारलोपः प्रत्ययनिमित्तिकः नास्ति. यदा वयं पूर्वं दृष्टवन्तः यद् यकारलोपः जातः सः तु आच् प्रत्ययनिमित्तिकः यकारलोपः, यङोचि च इत्यनेन यद् यकारलोपः जातः अच् निमित्तिकः अस्ति. इदानीं यद् लोपोव्योर्वलि इत्यनेन यकारलोपः जातः तद् पुक् निमित्तिकः नास्ति. पुक् इति यद् आगम न क्षम्यतां धातुः क प्रत्ययः कः, निच् निच् प्रत्ययस्य निमित्तिकः यकारलोपः नास्ति. अतः तत्र निषेध न धातुलोप आर्धधातुके इत्यस्य कार्यमेव नास्ति. अनेन गुणनिषेधः न भवति, गुणः तु अवश्यं भवति एव इत्येव वदति. तदवगतं वा? आं महोदय, समीचीनं महोदय. आम् विजयभगिनी, भवती एव इकः इति किमर्थम् इति अपि पठतु. पञ्चमबिन्दुः, इकः इति किमर्थं? प्रकृतसूत्रेण अङ्गस्य इक् वर्णस्य एव गुणवृद्धिः निषिध्येते, अन्यवर्णानां न. यथा रञ्ज् धातोः उपधानकारस्य गञ् प्रत्यये गञ् च भावकरणयोः इति सूत्रेण लोपः भवति. अस्मिन् लोपे कृते अपि गञ् प्रत्यय निमित्तिकम् अतः निमित्तिकम् अतः उपधायाः इति उपधावृद्धिकार्यम् अवश्यं सम्भवति. यतः अत्र अकारस्य वृद्धिः क्रियते, न हि इक् वर्णस्य. अतश्च प्रकृतसूत्रेण अस्याः लोपः अपि न सम्भवति, प्रक्रिया अधः भवति. अत्र रञ्ज इति रागे इति अर्थे आगच्छति, भुवादिगणीय धातुः. अत्र रञ्ज् योगः गञ् भवति, भावे इत्यनेन गञ् भवति. रञ्ज् योगः इतसंज्ञलोप अनन्तरं गञ् इत्यस्य ञकारः हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति. गकारस्य लशकतिते इत्यनेन इत् भवति, अकारः एव तिष्ठति अत्र. गञ् उत् ग उत्तरवर्ति, अकारः एव अत्र तिष्ठति. इदानीं छजोः कुः घिन् यतोः इत्यनेन कुत्वं भवति. कुत्र भवति चेत् जकारस्य स्थाने गकारः भवति. इदानीं गञ् च भावकरणयोः इति उपधानकारस्य लोपः भवति, अतः रग् योगः आ तिष्ठति. इदानीम् अत उपधायः इत्यनेन उपधावृद्धिः भवति. इयं वृद्धिः प्रकृतसूत्रेण न बाध्यते, यतः इयम् इक् वर्णस्य स्थाने नैव उच्यते. अतः तत्र अत उपधायः इत्यनेन उपधावृद्धिः राग् इति भवति. राग् योगः अकारः राग इति अन्तिमरूपं निष्पन्नम्. सत्यम्. अतः इक् इको गुणवृद्धि इत्यस्य एव निषेधः भवति. तदेव वयं दृष्टवन्तः किल, तस्य अनुवृत्तिरूपेण आगच्छति इति. अत्र तत्र यद् अथ उपधायाः इत्यनेन यद् उपधावृद्धिः कुर्मः तत्तु इक्वर्णस्य स्थाने नास्ति, अतः तस्य निषेधः अपि न भवति. तदेव दलसार्थक्यम्. इकः इति किमर्थम्? आर्धधातुके धातुलोपे इति किमर्थं? तत्र पूर्वमासीत् आर्धधातुके इति किमर्थम्? अनन्तरं धातुः इति किमर्थं, लोपः इति किमर्थम् इति एकमेकं दलं स्वीकृत्य तस्य किमर्थं तत्र निवेशः इति अस्मिन् सूत्रे उक्तमस्ति. सूत्रं स्पष्टम् अस्ति किल? आं महोदय, एतत् सुलभमेव. अस्तु, इदानीं पुनः करपत्रं प्रति गच्छामः. प्रौढविषयः इदानीं मास्तु. करपत्रे वयं न धातुलोप अर्धधातुक इत्यस्मात् अनन्तरं यथा इति अस्ति किल, तद् पठामः. प्रायः तस्य एव समयः भवति. अरुणा भगिनी, यथा लुञ् छेदने इति धातुः यद् वयम् अत्र पठितवन्तः मध्ये तदेव अस्ति. एकवारं किञ्चित् झटिति पठामः. एकनिमिषं भगिनि. यथा भूधातु न लूञ् छेदने इति धातुः करपत्रात् भगिनि. आं भगिनि, धातुलोप अर्धधातुके इति सूत्रम् अस्ति किल, तस्मात् अनन्तरं प्राप्तं वा? न प्राप्तं भगिनि. अन्यः अहं पठामि भगिनि. आं पठतु. यथा लूञ् छेदने इति धातुः पुनः पुनः लूणाति इति अर्थे धातोः एकाचो हलादे क्रियासमभिहारे यङ् इत्यनेन यङ् प्रत्ययः भवति. तेन लोलूय लो लूय इति आतिदेशिकः धातुः सिद्ध्यति. यथा लटि लोलूय योगः ते आत्मनेपदीरूपम् अस्ति, अतः लोलूयते पुनः पुनः लूणाति इति अर्थे आगच्छति. तदा यः लोलूयते सः इति अर्थे लोलूय धातोः नन्दिग्रहिपचादिभ्यो ल्यू निन् यचः इत्यनेन अच्प्रत्ययः विधीयते. येन लोलूव इति प्रातिपदिकं सिद्ध्यति. यः पुनः पुनः लूणाति सः इति अर्थे आगच्छति. यः लोलूयते सः लो लुवः इति. तावदेव महोदय. अत्र तत्र तावदेव अस्ति. तस्य एव प्रक्रिया अयं कथं लोलूव इति आगच्छति इत्येव प्रक्रिया अग्रे प्रदर्शितम्. इदानीं प्राप्तं वा अरुणा भगिनि? न भगिनि. अस्तु, रघुपति महोदय पठति वा? प्रक्रिया एवं करपत्रे एव अस्ति अरुणा भगिनि. आं भगिनि. आं महोदय. प्रक्रिया एवं लू योग यङ् योग अच् इति इदानीं सनङ्गयोः इत्यनेन यङन्तदातोः एकाचव्यवस्थे द्वित्वं भवति. लू लू योग यङ् योग अच् प्रथमः लू इत्यस्य अपूर्वाभ्यास इत्यनेन अभ्यासज्ञा भवति. गुणः यङ् लुकोः इत्यनेन तत्र यङ् प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः भवति. लो लू योग यङ् योग य अच् इति. इदानीं यङ्गोची च इत्यनेन अच् प्रत्यये परे यङ् प्रत्ययस्य विकल्पेन लुक्, अतः लो लू योग अच् इदानीं यङ् इत्यस्य लोपः. सार्धात्कार्धात्क इत्यनेन गुणादेशः गुणादेशे सति तत्र अस्य गुणादेशस्य निषेधः भवति. न धातुलोप आर्धातुक इत्यनेन किमर्थमिति चेत् तत्र आर्धातुक प्रत्ययनिमित्तीकृत्य तत्र धातोः लो अङ्गस्य लोपः अभवत् य इत्यस्य, अतः तत्र गुणनिषेधः भवति. तर्हि लोलु योग अच् अत्र उवङ् आदेशः भवति. लोलुव इति आदेशः लोलुव इति भवति. अग्रे महोदय कथं निषेधः इति चेत् आर्धातुकं शेष इत्यनेन अच् प्रत्यय आर्धातुकप्रत्ययः. अच् प्रत्ययस्य अङ्ग लोलूय इति धातुः अस्ति. इदानीम् अङ्ग लोलूय इति धातुः अच् प्रत्ययनिमित्तत्वेन यङ्गोचिति इत्यनेन लोलूय इति धातोः यः अंशः अस्ति य इति अंश शब्दः तस्य लोपः भवति. तर्हि तत्र धातोः लोपः अभवत्. निमित्तमस्ति आर्धातुकप्रत्ययः. अतः अङ्गस्य यः इक् वर्णः तस्य गुणादेशः तमेव अच् प्रत्ययनिमित्तीकृत्य साधुकार्धोत्पत्तयोः क्षमतां सार्धात्कार्धोत्पत्तयोः इत्यनेन विधीयते. अङ्गस्य इक् वर्णस्य गुणादेशः भवति सार्धात्कार्धोत्पत्तयोः. तर्हि एवञ्च न धातुलपार्धातुक इत्यस्य सर्वाणि निमित्तानि पूरितानि, अनेन प्राप्तस्य गुणस्य निषेधः भवति. अत्र गुणवृद्धिः भवति इकः अङ्गस्य गुण अथवा वृद्धि गुणादेशः भवति इकः अङ्गस्य, अतः तस्य लोपः भवति. तस्य क्षम्यतां तस्य निषेधः भवति न धातुलोप आर्धातुके इत्यनेन इति तत्र नित्वत् भवति तत्र. अनेन एव यद्वयम् अत्र पठितवन्तः तदेव अत्रापि अस्ति समीचीनमेन. अत्र प्राप्तस्य गुणस्य निषेधः भवति. तत्र पूरितानि सर्वाणि निमित्तानि पूरितानि, अतः तत्र निषेधः भवति. अग्रे महोदय प्रक्रिया एवम्. अग्रे प्रक्रिया एवं लोलु योग लो योग लु लोलु इति अद्वितं गुण तत्र किमस्ति तत्र गुणः केन चित्रेण भवति गुणः यङ्गलुको इत्यनेन लोलु योग अच् लू इत्यस्य गुणादेशः न धातोपार्धातुके इत्यनेन बाधितः. अतः अचिष्णु धातुभ्रुवां युवरियङ् उवङ्गौ इत्यनेन लू इत्यस्य उवङ् आदेशः भवति. निच्च इति अयम् अन्त्यादेशः, अतः लो योग लुवङ् योग अ नकारस्य इसंज्ञा लोपश्च अकार उच्चारणार्थम् अतः लोलुव् योगः लोलुव इति प्रातिपदिकं भवति इति अस्ति. इतोपि अग्रे अस्ति लोलुव इति प्रातिपदिकमेव साधितम्. अग्रे समीचीनं वा अत्र? आम् इतोपि एकः धातुः अस्ति तदपि पठतु. पूं पुवने पूं पवने इति धातोः या पुनः पुनः पुनाति सः इत्यर्थे पो पुव इति प्रातिपदिकम् अपि एवमेव भवति. सत्यं तत्र पू पू इति भवति, अनन्तरं पो पू यङ् इति भवति. अच् प्रत्ययः अच् प्रत्ययनिमित्तीकृत्य धातोः तत्र धात्संज्ञा भवति, धातोः यकारस्य लोपः भवति. पो पू योग अ इति अस्ति. इदानीं तत्र गुणः निषेधः अस्ति ईगन्ताङ्गस्य केन सूत्रेण भवति न धातु आर्धातुक इत्यनेन, अतः पो पू इति भवति पो पू इति. अग्रे यदस्ति तत्तु अन्यविषयः इति नास्ति. पुनः किमर्थं तत्र अचि इति योजितं यङ्गोचि इति पुनः चिन्तनम् अस्ति. तत् प्रायः वयम् अग्रिमसप्ताहे पठामः. अनेन तत्र कण्टिन्यूटि भवति. तत्र एतावता एवमेव तत्र अभ्यासः तु अनन्तरमेव आगच्छति. प्रथमं साधनीयमेव, अनन्तरमेव अभ्यासः भवति. अस्तु, अद्य अत्र समापयामः वा? आं महोदय, शुभरात्रिः. धन्यवादः महोदय. नमस्कारः. धन्यवादः भगिनी. धन्यवादः.